सर्वेषां नमस्कारः. अद्यतनपाठः अस्ति इत्संज्ञाप्रकरणम् इति. गतवर्गे वयं प्रारम्भं कृतवन्तः एतं विषयम्. अद्य किञ्चित् पुनःस्मरणं कृत्वा अग्रे पठेम. अस्तु, शिवरां महोदय, संक्षिप्तेन वदति वा इत् इति किम्, इत्संज्ञा नाम किम् इति. नमस्कारः. इत् संज्ञाप्रकरणम् इत् इति एका संज्ञा अस्ति, आचार्य पाणिनेः कृता अस्ति. प्रथमसूत्रतः वदामि वा? न, इत् संज्ञा इत्युक्ते किम् इत्येव. इत् आचार्यपाणिनेः इत् नाम्ना एका संज्ञाः कृता अस्ति. नाम इत् वर्णः धातुषु, प्रत्ययेषु, आदेशेषु वा आगमेषु अनुबन्धरूपेण आगच्छति. अनुबन्धनाम यस्य प्रक्रियादशायां येषां वर्णानां निष्कासनं भवति, त्यागः भवति, तादृशवर्णाः अनुबन्धवर्णाः. तेषां वर्णानाम् एव इत् इति संज्ञा भवति. इत् वर्णानां कार्यं किम् अस्ति? चेत् तेषां वर्णानां प्रथमतया लोपः भवति. लोपः नाम अदर्शनम्. अदर्शनं नाम तेषां वर्णानाम् अग्रे प्रक्रियादशायां वयं कुत्रापि तस्य उपयोगं वयं न कुर्मः. इत् अधुना अग्रे आचार्यः वदति केषां वर्णानाम् इत् संज्ञा भवितुम् अर्हति. नाम के वर्णाः अनुबन्धरूपेण धातुषु, प्रत्ययेषु, आदेशेषु वा आगमेषु आगमिष्यन्ति. तर्हि प्रथम नियमः अस्ति उपदेश अवस्थायाम्. उपदेश अवस्थायां नाम आद्य उच्चारणे, प्रथम उच्चारणे आचार्यः वा मुनिः यदा प्रथम उच्चारणं करोति तत् समये धातुषु, प्रत्ययेषु, आदेशेषु वा आगमेषु यः अच वर्णः अनुनासिकः अस्ति. अनुनासिकः नाम येषां वर्णानाम् उच्चारणं मुखेन नासिकया सह भवति, तादृशवर्णाः अनुनासिकवर्णः. यदि तादृश अनुनासिकवर्णाः चत्वारि स्थलेषु दृश्यन्ते तर्हि तेषां वर्णानाम् इतसंज्ञा तत्र भवति. तत्कृते प्रथमं सूत्रम् अस्ति उपदेशे अनुनासिक इत् इति. अत्र उदाहरणमपि दत्तमस्ति गमलु इति उदाहरणम्. अत्र गमलु इति धातुः अस्ति. गमलु धातुमध्ये लु इति अच वर्णः, सः वर्णः अनुनासिकः. तस्य वर्णस्य लोपः भवति, गम इति रूपम् अवशिष्यते. तस्य रूपस्य वयं प्रायशः अस्माकं प्रक्रियायां वा वाक्ये वयं तस्य उपयोगं कुर्मः. धन्यवादः. एवम् इतोपि वक्तुमिच्छति चेत् वदतु. क्षम्यतां महोदय, इतोपि अग्रे वक्तुमिच्छति वा? अहं न अन्य कोऽपि वक्तुमिच्छति, चिन्ता नास्ति. अस्तु अस्तु, धन्यवादः. एवं एतावान् स्पष्टः वा वंशी भगिनी, अपि च अन्ये? आं महोदय. अत्र मलर् इति अस्तु. इत्संज्ञा इत्युक्ते अग्रे तत् सर्वं ते वर्णाः प्रक्रियायां यदि अदर्शनं भवति, इत्युक्ते गम् ल इति धातुः अस्ति, गम् एव धातुः स्वीकुर्मः, न तु ल इति वर्णस्य स्वरस्य लोपः भवति. परन्तु ल इति किमर्थं स्थापितवान् इत्युक्ते कश्चन अन्यं प्रयोजनमस्ति, तद् अनन्तरं पश्यामः. परन्तु तत्सर्वं प्रयोजनं विना किमपि पाणिनिमहर्षि न करोति. मलर् कृपया म्यूट्, धन्यवादः. म्यूट् म्यूट् मध्ये गच्छतु कृपया, धन्यवादः. अस्तु, तत्र प्रयोजनं विना किमपि कार्यं न करोति पाणिनिः, परन्तु लु इति किमर्थं तत्र स्थापितवान् इति अग्रे पश्यामः. परन्तु किमपि कार्यम् अस्ति उद्दिश्य तत्र लु इति स्थापितवान्, तत् लोपः भवति इत्संज्ञा इति. तत्र इत्संज्ञा प्रकरणे इत्संज्ञा इति के के वर्णाः इत्संज्ञाः इत्संज्ञकवर्णाः इति सूत्रं सूत्राणि सन्ति, तन्निमित्तं तत् पश्यामः तानि. परन्तु तत्र प्रथमं सूत्रं तु उपदेशे अजनुनासिक इत् इति सूत्रमस्ति. तत्र अनुनासिकस्वराः के के, अनुनासिकस्वराः इत्युक्ते किम् इत्युक्ते इति वदनेन किं वदति इति तत्र प्रथममस्ति अनुनासिकाः स्वराः. ततः प्रारम्भं कुर्मः, यतोहि पूर्वमपि पठितवन्तः. परन्तु तत्र वंशी सुधा भगिनी भवती पठति वा अनुनासिकाः स्वराः इति? आं महोदय, कुत्र कुत्र अनुनासिक अनुनासिकाः स्वराः तत्रैव उपदेशे नाम पाणिनेः मूलधातुषु मूलप्रत्ययेषु मूलादेशेषु मूलागमेषु च केचन स्वराः अनुनासिकाः. अनुनासिकस्वरः नाम यस्मिन् अचि इति अनुनासिकचिह्नम् अस्ति. सामान्यतः धातुकोशेषु पश्यन्ति चेत् धातुषु न कुत्रापि अनुनासिकचिह्नं दृश्यते. किमर्थम् इति चेत् प्राचीनकाले एकं सम्पूर्णं स्वरविज्ञानम् आसीत्. अस्माकम् आधुनिकयोगे इदं विज्ञानं लुप्तम्. अतः स्वरविषये अस्माकं क्लेशः. स्वरविज्ञानस्य अभावे धातुकोशेषु अनुनासिकचिह्नानि न दत्तानि. किन्तु पाणिनेः सूत्रेषु अनुनासिकस्वराणां प्रयोगो भवति. यदा उपदेशो जनुनासिक इति प्रथमम् इत् संज्ञाविधायकं सूत्रम्. उपदेशावस्थायां यः अच् अनुनासिक अस्ति तस्य इत् संज्ञा भवति अनेन सूत्रेण. अस्तु, किम् अवगतवती तत्र? उपदेशे चतुर्विधानि सन्ति महोदय, धातुरूपेषु प्रत्ययेषु आगमेषु अथवा आगम आदेशेषु. अनुनासिकस्वरः अच् अनुनासिकचिह्नम् अस्ति. पुरातनकाले धातु ज्ञानः बहूनि सन्ति. अस्माकं धातु विज्ञानं किञ्चित् नास्ति. स्वर पाणिनि वदति अधुना इदं विज्ञानं लुप्तमस्ति. तदर्थं स्वरविज्ञानस्य अभावे धातु अनुनासिकचिह्नं न दत्तवान्. किन्तु अच्वर्ण यदि लोपः अस्ति तदेव धातुरूपेषु अच्वर्ण लोपः अस्ति तदेव इत्संज्ञा उपदेश अनुनासिकसूत्रेषु इत्संज्ञा भवति. उत्तमं, तर्हि अत्र किम् अस्ति अनुनासिक अनुनासिकस्वराः इति जानीमः इति वयं इदानीं किं चन्द्रबिन्दुः अस्ति. इदानीं किं वयं वदामः तत्र अनुनासिकस्वराः उपयोगं न कुर्मः एव. अत्र नासिकया स्वरः वक्तव्यः. इदानीं आ इति अस्ति, परन्तु आ इति नासिका अपि उपयुज्य वदामश्चेत् अनुनासिकस्वराः इति वदामः. परन्तु आधुनिककाले तत्सर्वं गतम्, पूर्वम् आसीत्. तदर्थं किञ्चित् अस्मिन् सूत्र उपदेशे अजननासिके इत् इत्यस्य सूत्रस्य एव किञ्चित् क्लेशः भवति. इदानीमेव प्राणायामो नास्ति महोदय, अनुनासिकस्वराः अस्ति चेत् प्राणायामः भवितुं न शक्यते। आमां सत्यं, तत्र अनुनासिकस्वराः तु लुप्तं, तदर्थं किञ्चित् क्लेशः भवति इत्येव अत्र पाठबोध्यम् अस्ति। स्वरज्ञानस्य स्वरविज्ञानस्य अभावे धातुकोशेषु अनुनासिकचिह्नानि न दत्तानि। इदानीं धातु पाठं पठामश्चेत् अपि तत्र अनुनासिकस्वराः न भवेत्, तदर्थं किञ्चित् क्लेशः भवति। परन्तु अग्रे वदति अहं वयं किं कथं व्यूहां कर्तुं शक्नुमः। इदानीं गम् ल इति अस्ति, परन्तु धातु गम् अस्ति, तत्र ल इति अनुनासिकस्वराः एव भवेत् इति वयम् ऊहां कर्तुं शक्नुमः इति वदति। अग्रे मलर् पठति वा? आं पठति महोदय। के स्वराः अनुनासिकाः इति विज्ञानं यदा अस्माकं सविधे नास्ति तदा अस्य सूत्रस्य प्रयोगं कथं कर्तुं शक्नुयाम? वयं फलं दृष्ट्वा अनुमानं कुर्मः यत्र अनुनासिकचिह्नं स्यात्। यत्र मूलधातौ कश्चन स्वरः आसीत् यत् लौकिकधातौ नास्ति, तत्र अवगम्यते यत् सः स्वरः अनुनासिकः आसीत्। अतः उपदेशे अजनुनासिकः इति सूत्रेण तस्य लोपः जातः। आगे पठतु, अत्र किं किं किं दत्तमस्ति कृपया वदतु। के स्वराः अनुनासिक इति अनुनासिकचिह्नं स्यात् मूलधातो कश्चन स्वरः अस्ति के स्वराः अनुनासिकाः इति विज्ञानं यथा अस्माकं सविधे नास्ति यथा सूत्रस्य प्रयोगं कथं कर्तुं शक्नुमः? फलं दृष्ट्वा अहम् अनुमानं कुर्मः महोदय कि यत् य अनुनासिकचिह्नः स्यात् या न इति। उत्तमं, तत्र तदेव अस्ति। इदानीम् अनुनासिकस्वराः वयं न उपयोगं कुर्मः एव खलु, तदर्थं अनुमानं कर्तुं शक्नुमः। अनुमानमेव अत्र करणं भवति। इदानीं किमपि अनुनासिकस्वराः न सन्ति, तदर्थं किञ्चित् अनुमानेन एव अत्र ऊहां कर्तुं शक्नुमः इति वदति। अग्रे पठति वा कृपया? यदा गम्लु धातुः अत्र ग्लु इति अच् वर्णः औपदेशे वैदेशिकधातौ अस्ति, लौकिकधातौ च नास्ति, अतः तस्य लोपः जातः स्यात्। अनेन बुध्यते यत् लु इति अच् वर्णः अनुनासिकः अपि च उपदेशे अजनुनासिक इति सूत्रेण तस्य इत् संज्ञा भवति, तदा अन्यत् सूत्रम् अस्ति तस्य लोपः, येन इत् संज्ञक वर्णानां लोपः भवति। तर्हि तस्य लोपः इत्यनेन ग्लु लोपः गम् इति अवशिष्यते। यथा उदाहरणरूपेण गम्लु धातुः अत्र ल इति अच् वर्णः आधुनिककाले न उपयोगं कुर्मः, अतः तस्य लोपः जातः। यत् आधुनिककाले तत्र इदानीं धातु लौकिकभाषायां तस्य उपयोगं नास्ति, परन्तु तत् अस्ति धातुपाठे ल इति कश्चन वर्णः अस्ति, तत् गतम् अपि, तदर्थं वयं तद् अनुनासिकवर्णः अनुनासिकस्वरः इति अनुमानं कर्तुं शक्नुमः इति अस्ति तत्र। अवगतं वा? अवगतं आन् भगिनि, अवगतवती? अस्तु, तत्र शिवरां महोदय भवान् अग्रे पठतु कृपया। लु अनुनासिक अस्ति इति कथं ज्ञातं? लु अनुनासिक अस्ति इति कथं ज्ञातं? फलं दृष्ट्वा लोके गम इत्येव दृश्यते, अतः लु इत्यस्य लोपः जातः, लोपः जातः चेत् उपदेशे जनुनासिक इति एव सूत्रेण अर्हति स्म, अतः लु अनुनासिकः स्यात् इति अनुमानम् अस्माकम्। गमलु धातुमध्ये लु अनुनासिकः कथम् अस्ति चेत् लोके प्रयोगं दृष्ट्वा, प्रायशः लोके प्रयोगः गम इति धातोः धातुः प्रयोगः भवति, न तु गमलु इति धातोः इति धातुः, तर्हि लु इति वर्णस्य लोपः तत्र भवति। तर्हि तत्र उपदेशे जनुनासिक इति सूत्रस्य प्रसक्तिः अत्र भवति। एतत् अनुमानेन वयं ज्ञातवन्तः तत्र लु इति अनुनासिकवर्णस्य तत्र लोपः अभवत्, लोपः अभवत् चेत् सः वर्णः इतसंज्ञकः। अग्रे कुत्रचित् स्वरस्य इतसंज्ञा प्राप्ति भवति अपरेण सूत्रेण, यदा स्वरः अन्येन वर्णेन सह विशिष्टः वर्णसमूहः भवति, यथा डुपचस् इत्यस्मिन् डकारोत्तरवर्ती यः उकारः अस्ति सः उकारः अनुनासिकः नास्ति, तत्र डु इत्येव एकः वर्णसमूहः। अधः एतादृशं विशिष्टम् इति संज्ञककार्यम् अपि प्रदर्शते। कुत्रचित् स्वरस्य इत्संज्ञा प्राप्तिः भवति अपरेण सूत्रेण, यदा स्वरः अन्येन वर्णेन सह विशिष्टवर्णसमूहः भवति। डुपचस् इति धातुः अस्ति, डुपचस् धातुमध्ये डकारोत्तर यः उकारः अस्ति सः उकारः वास्तविकता अनुनासिकः नास्ति। यदि अनुनासिकः नास्ति चेत् तस्य एतेन सूत्रेण इतसंज्ञा न भवति, किन्तु डुकारस्य इतसंज्ञा किञ्चित् अन्यसूत्रेण भवति, सः विषयः अग्रे आगमिष्यति। एतत् अवगतम्। अत्र किमस्ति ईत्संज्ञा इति एकस्य वर्णस्य एव इति नास्ति, वर्णसमूहस्य अपि भवितुम् अर्हति इति अर्थः। इदानीं डु इति तत्र वर्णद्वयमस्ति, डकारः अपि च उकारः अस्ति, तत्र वर्णसमूहं डकार उकारयोः युगपत् साक्षात् इत्युक्ते डकार डु इत्यस्य एव लोपः भवितुं लोपः अस्ति तत्र। डुपचष् इति पच् इति धातुः तत्र, डु प्रथमं डु इति अस्ति तदपि लोपः भवति, परन्तु डु इत्यस्य वर्णद्वयस्य अपि लोपः साक्षात् भवति इति अर्थः। अग्रे पश्यामः वयं, परन्तु किञ्चित् अत्र अवगतम् आन् भगिनी अपि महोदय, डुपचष् धातु पच् एव धातु, पच् एव धातु, तत्र डुपचष् इति अस्ति खलु, अन्त्यषकारः लोपः भवति, नास्ति नास्ति, परन्तु अग्रे पश्यामः वयं, तत्र षकारः अपि लोपः भवति, परन्तु षकारस्य पूर्वम् अकारः अस्ति खलु, डुपच् तदनन्तरम् अकारः अस्ति, तद् उपदेशे अजनुनासिके इत् इत्यनेन गच्छति। तदनन्तरं डु इति आदि डु इति अस्ति खलु, तदपि गच्छति इत् संज्ञा तद् तस्यापि। अग्रे पश्यामः वयं, परन्तु किञ्चित् अत्र डु इति किं तत्र उक्तं, किमुक्तम् इत्युक्ते डु इति सूत्र वर्णद्वयमपि युगपत् वर्णद्वयमपि इत् संज्ञा भवितुम् अर्हति इत्येव तत्र बोध्यम्। अस्तु, अत्र विवक्षा किमस्ति, अनुनासिक अचवर्णस्य इतसंज्ञा भवति, तथा ये अचवर्णः अनुनासिकः नास्ति किन्तु अन्येन वर्णेन सह यदा ते आगमिष्यन्ति तदापि तेषाम् अन्यव्यञ्जनवर्णेन सह अपि इतसंज्ञा भवितुम् अर्हति. तेषां कृते अपि अग्रे नियमाः सन्ति. उत्तमं. केवल अनुनासिकवर्णस्य एव इतसंज्ञा न भवति, अननुनासिकवर्णस्य अपि इतसंज्ञा भवति किन्तु नियमेन. उत्तमं, सत्यं. तर्हि इतसंज्ञाप्रकरणे सप्तसूत्राणि सन्ति. अष्टाध्याय्यां 4000 सूत्राणि, किन्तु तेषु केवलं सप्तभिः इतसंज्ञा विधीयते. सप्तसूत्राणि ज्ञायन्ते चेत् सर्वत्र इतसंज्ञाप्रकरणं ज्ञायते. इमानि च सप्तसूत्राणि पाणिनिना सौकर्यार्थम् एकत्र स्थापितानि. अत्र इतसंज्ञाविधायकानि सप्तसूत्राणि सन्ति. सप्तसूत्राणि नाम सप्तनियमः तत्र सन्ति. केन केन नियमेन कस्य कस्य वर्णस्य इतसंज्ञा भवितुम् अर्हति, येषां वर्णानाम् इतसंज्ञा भवितुम् अर्हति, तानि इतसंज्ञाविधायकानि सर्वाणि सूत्राणि एकत्र रीत्या एकस्मिन् स्थाने एव आचार्यपाणिनेः अस्माकं सौकर्यार्थं स्थापितानि सन्ति सर्वाणि सूत्राणि. यदि वयं सप्तसूत्राणां यदि वयम् अध्ययनं कुर्मः चेत् इतसंज्ञाप्रकरणस्य पूर्णम् अध्ययनं तत्र भवति. इतसंज्ञाविधायकानि. धन्यवादः. सप्तसु सूत्रेषु चत्वारि सूत्राणि सर्वेषु उपदेशेषु प्रयुज्यन्ते, धातुषु प्रत्ययेषु च. त्रीणि केवलं प्रत्ययेषु एव प्रयुज्यन्ते, न धातुषु. अत्र प्रत्ययः इत्यनेन प्रत्ययः आदेशः आगमः त्रयाणामपि ग्रहणम्. अर्थः किम् अस्ति, सप्तसूत्राणि तु सन्ति एव, किन्तु सप्तसूत्रेषु चत्वारि सूत्राणि उपदेशेषु प्रयोजन्ते, धातुषु तथा प्रत्ययेषु. नाम धातु प्रत्ययः आदेशः आगमः सर्वेषु स्थानेषु चतुर्णां सूत्राणाम् उपयोगः तत्र भवति सर्वेषु स्थानेषु. त्रीणि सूत्राणि तत्र सन्ति, तत् केवल धातुषु एव प्रयुज्यन्ते. नाम येषां वर्णानाम् इतसंज्ञा भवति तादृशवर्णाः केवल धातुषु एव दृश्यन्ते. प्रत्यय नाम प्रत्ययः आदेशः आगमः त्रयाणामपि तत्र ग्रहणं. नाम सप्तसूत्राणि तु सन्ति एव, किन्तु प्रत्येकसूत्रस्य उपयोगः धातुषु प्रत्ययेषु आदेशेषु आगमेषु भवति इति न. कानिचन सूत्राणि केवल धातुषु, कानिचन सूत्राणि केवल प्रत्ययेषु, कानिचन सूत्राणि सर्वेषु स्थानेषु तस्य उपयोगः भवितुमर्हति. धन्यवादः महोदय. अवगतम् इत्र अत्र किं दत्तम् इति. अस्तु, तत्र किं नावगतवती, किम् अवगतवती इति वदतु, अहम् अग्रे वदामि. अस्तु, सप्तसूत्रेषु एव अस्ति संज्ञा सूत्रः सप्त एव, किन्तु त्रीणि चत्वारि कुत्र? तत्र सप्तसूत्राणि सन्ति. यथा वयं प्रथमसूत्रं स्वीकुर्मः चेत् प्रथमसूत्रस्य उपयोगः धातुषु प्रत्ययेषु आदेशेषु आगमेषु सर्वेषु स्थानेषु भवति तत्पद्धत्यः. अनन्तरं द्वितीयनियमः आगच्छन्ति. द्वितीयनियमस्य अपि उपयोगः सर्वेषु स्थानेषु भवति. तृतीयनियमः आगच्छति, तदा सः नियमः केवलप्रत्ययेषु भवति, धातुषु न भवति. एतत् पद्धत्याः सप्ताणां सूत्राणाम् अध्ययनं करणीयम्. अस्तु, अग्रे वयं पठित्वा पुनः आगच्छामः. के के सूत्र कानि कानि सूत्राणि कुत्र कुत्र भवति इति आन् भगिनी वयं पुनः आगच्छामः. अस्तु अस्तु. अस्तु, तत्र इत्संज्ञाप्रकरणम् इति वंशिषु भवती पठति वा? आं महोदय, चत्वारि सूत्राणि उपदेशावस्थायां सूत्रेषु रूपेषु धातुषु प्रत्ययेषु आदेशेषु आगमेषु उपदेशे जनुनासिक इत् उपदेशे धातौ प्रत्यये आदेशे आगमे अच् वर्णः अनुनासिक चेत् तस्य इत् संज्ञा भवति। उपदेशे सप्तम्यन्तम् अच् प्रथमान्तम् अनुनासिकप्रथमान्तम् इत् प्रथमान्तम् अनेकपदमिदं सूत्रम्। सूत्रं स्वयं सम्पूर्णम्। उपदेशे अच् अनुनासिकः इत् अग्रे पठतु। अस्तु अस्तु, किम् अत्र किम् अर्थ उपदेशे तत् धातु क्षम्यतां सूत्र अर्थः किञ्चित् वदतु। अत्र दत्तम् अस्ति उपदेशे सप्तम्यान्तम् अस्ति अच् अच् प्रथमान्तम् अनुनासिकः एव प्रथमान्तम् उपदेशे सप्तम्यान्तम् इदं पूर्व आदेशः भवितुं शक्यते महोदय? न, अस्तु, उपदेशे अत्र उपदेशे इति सप्तम्यन्तम् अस्ति, परन्तु अत्र इत् संयकः संज्ञासूत्रमस्ति इत्, अस्तु, प्रथमान्तं प्रथमम् इत् इति प्रथमान्तं, तत्र संज्ञा अस्ति इत् इति, अपि च अच् अपि प्रथमान्तम् अच् अनुनासिक अच् प्रथमान्तम् इत् इति प्रथमान्तं, तर्हि नामविधायकं सूत्रम् अनुनासिक अच् अस्ति इत् इति, परन्तु अत्र उपदेशे इति सप्तम्यन्तम् अस्ति परन्तु निमित्तं नास्ति अत्र उपदेशे इति, तत्र किञ्चित् उपदेशे इत्युक्ते तस्य निमित्तसप्तमी नास्ति परन्तु विषयसप्तमी अस्ति। उपदेशे इत्युक्ते धातौ प्रत्यये आदेशे आगमे इति अर्थः। तत्र अनुनासिक अच्वर्णः अस्ति चेत् सः इत् इति अर्थः। इत् संज्ञा भवति तस्य, अनुनासिके अच् अस्ति चेत् तस्य इत् संज्ञा भवति, यथा गम् ल् इति अस्ति, तत्र ल् इति अनुनासिक अच् अस्ति, अवगतवन्तः? आन् भगिनी वदतु। नावगच्छामि। अस्तु, अत्र उपदेशे उपदेशे अच् अनुनासिक इत् इति सूत्रं, सूत्रमस्ति उपदेशे जनुनासिक इत्, तस्य इदानीं पदच्छेदं कुर्मः, उपदेशे अच् अनुनासिकः इत् इति, तत्र उपदेशे अनुनासिक इत् तदर्थः उपदेशे अच् वर्णः अनुनासिक चेत् फार् एक्साम्पल् वृत् तस्य इत् संज्ञा भवति। आम्, परन्तु अत्र उपदेशे इति सप्तम्यन्तमस्ति, परन्तु वयं जानीमः निमित्तसप्त सप्तमी अस्ति चेत् कार्यं पूर्वं भवति इति सर्वं खलु, परन्तु अत्र निमित्तं नास्ति परन्तु विषयसप्तमी, उपदेशे इत्युक्ते उपदेश अवस्थायाम् इति अर्थः, तत् इत्युक्ते धातौ इति धातौ, अत्र गम्ल इति धातुः अस्ति, धातौ उपदेश अनुनासिक अच्वर्णः अस्ति चेत् सः इत् वर्णः। It says like it could stay in everywhere. In, धातौ इति धातु मध्ये इति अर्थः, गम्ल इति धातु अस्ति तस्मिन् इति अर्थः, विषयसप्तमी साधारणतया लौकिकभाषायां सप्तमी उपयोगं कुर्मः खलु, धातौ उपदेश धातौ इत्संज्ञा इति, अथवा प्रत्यये प्रत्ययः अस्ति, प्रत्यये किमपि वर्णः अस्ति, तदर्थं तद् विषयसप्तमी. लौकिकभाषायां सप्तमी अर्थं किम् अस्ति तदेव तावदेव अत्रापि अस्ति. At the initial time, अनुनासिक अचवर्णस्य इत्संज्ञा भवति. Okay. So now we don't have this rule. No, no, asti. Now, idanim anunasika acharnaha nas santi eva, tadartam kinchit uham kartum shaknumaha, parantu idanim api asya vidihi, sanya, upayam karom kurmaha vayam. Idanim dup gamla iti datu asti. Tatra l iti gachati eva. The l iti अनुनासिक अच् इति वयम् अस्माभिः ज्ञातव्यम्. इदानीं किं नास्ति इति चेत् अनुनासिक अच् वर्णाः नास्ति, न सन्ति. महोदय, अत्रापि केपि निमित्तं सन्ति, निमित्तानि सन्ति, किन्तु सप्तमी विभक्ति विभक्ति अस्ति इति तत् निमित्तं नास्ति खलु. अत्र निमित्तं किं, निमित्तम् इत्युक्ते निमित्तं कथं कदा भवति, निमित्तं कार्यं, किमपि कार्यं कुर्मः चेत् तदा वयं निमित्तं भवति. आम्, अनुनासिकस्वरः अस्ति चेत् तस्य लोपः भवति. परन्तु लोपः भवति इति न उक्तं खलु अत्र. अत्र इत् संज्ञा इत् किम् इति एव उक्तं. लोपः जायते इति अन्यं सूत्रं वदति, परन्तु इत् के के इत् वर्णाः इत्येव अत्र दत्तमस्ति खलु. किमपि कार्यं नास्ति, नामकरणम् एव अत्र. किन्तु सर्वदा इत् वर्णस्य लोपः भवति खलु. हा, सर्वदा भवति, तद् अनन्तरं विषयं. प्रथमम् इत् के के इत् वर्णाः इत्येव प्रथमः प्रश्नः अस्ति खलु. अत्र नामकरणम् एव भवति. अनुनासिक अच् वर्णाः इत् इति एव एतत् सूत्रं वदति, न अन्यम्. अन्यं किमपि न वदति खलु. लोपः भवति इति सर्वं तत्र सर्वम् अग्रे आगच्छति. प्रथमम् इत् के इत्येव प्रश्नः. हा, अस्तु भगिनि, पठतु भगिनि, वंशी सुधा भगिनि अग्रे. उपदेशस्य अन्ते हल् वर्णः अस्ति चेत् तस्य हल् वर्णस्य इत् संज्ञा भवति. हल् प्रथमान्तम् अन्यत् अन्त्यं प्रथमान्तं द्विपदम् इदं सूत्रम् अनुवृत्तिसहितसूत्रम् उपदेशे अन्त्यं हल् इत् इदानीं यस्य सूत्रं वदति यद् अनुवृत्तिसहितसूत्रम् अनुवृत्ति उपदेशे उपदेशे पूर्वतनसूत्रेषु आगच्छति. हल् हल् वर्णः अन्त्यम् अस्ति चेत् इत् संज्ञा इति सूत्रम् एव अहं ज्ञास्यामि महोदय. हल् प्रथमान्तम् अन्यत् अन्त्यं प्रथमान्तं द्विपदम् इदं सूत्रम् इति इदानीमेव अत्र दत्तम्. अस्तु, अत्र उपदेशे उपदेशः इति सम्यक् जानन्ति खलु. उपदेशः इत्युक्ते धातु, प्रत्ययः, आदेशः, आगमः. अत्र उपदेशः किम् इत्युक्ते, उपदेशः इत्युक्ते किं किम्. अस्तु, उपदेशः इत्युक्ते पाणिनिः किमपि रचितवान् खलु, अष्टाध्यायीं रचितवान्, अपि च धातुपाठं रचितवान्, अपि च अन्यमपि रचितवान्. इदानीं सूत्रपाठम् अपि च धातुपाठः, सूत्रपाठः अपि धातुपाठः इति स्वीकुर्मः. सूत्रपाठे धातव सूत्राणि सन्ति, तत्र प्रत्ययः कः, आदेशः कः, आगमः कः इति वदति. किमपि एषः प्रत्ययः, एतद् आदेशः, एषः आदेशः, एषः आगमः इति वदति. अपि च धातुपाठे धातवः सर्वे तत्र लिखति, द्विसहस्राधिकं धातवः सन्ति खलु, तत्र उपदेशे तत्सर्वम् उपदेशे इति वदति, तानि सर्वाणि उपदेशे इति चिन्तयामः. सूत्रम् अपि च धातुपाठः, सूत्रभागः अपि च धातुपाठः, एते सर्वे उपदेशः इति वक्तुं शक्नुमः. तर्हि उपदेशे इत्युक्ते धातौ अथवा प्रत्यये अथवा आदेशे अथवा आगमे इति अर्थः उपदेशे इत्युक्ते. किमपि धातु स्वीकुर्मः, गम्ल इति, इदानीं तद् उपदेशे गम्ल इति धातुपाठे अस्ति खलु. यथा महोदय उक्तवान् प्रथमवारम् उच्चारणं गम्ल इति प्रथमवारं धातुपाठतः स्वीकुर्मः, तत्र ल् अस्ति, तस्य ल् इति वर्णः इत्संज्ञा अस्ति, इत् वर्णः अस्ति, तदर्थं तस्य उपयोगं न कुर्मः, गम् एव स्वीकुर्मः. तथा एव हल् वर्णः अन्त्यहल् इत्युक्ते अन्त्यहल् इति डुपचष् इति चुकुमः, तत्र डुपचष् इति अस्ति खलु, तत्र षकारः अन्त्य हल् वर्णः अस्ति. हल् इत्युक्ते किं माहेश्वरसूत्रे? व्यञ्जनानि, व्यञ्जनस्य हल् इति वदामः. डुपचष् इति अस्ति धातुः, तत्र अन्त्ये षकारः अस्ति, अन्त्यहल् अस्ति, तस्यापि इत्संज्ञा भवति. इति वदति तत्र, यदि उपदेशे डुपचष् इति उपदेशे अस्ति, किमर्थं धातुपाठे अस्ति? उपदेशे अन्त्यहल् वर्णः इत्संज्ञा अस्ति इति वदति. तर्हि षकारस्य इत्वर्ण इत्संज्ञा अस्ति, इदानीं डुपच इत्येव तिष्ठति. अहं पुनः वदामि, तत्र पच् इति अस्ति, पच् चकारस्य अनन्तरम् अकारः अस्ति खलु, तदपि अनुनासिककारः इति वदामि, तदपि गच्छति, डुपच् इति तिष्ठति. इदानीम् अन्यसूत्रम् अस्ति डु इति, अपि इत्वर्ण्या इत्संज्ञा अस्ति तस्य इति वदति, तर्हि पच् इत्येव अवशिष्यते. तर्हि पच् इति धातुः. किन्तु पच् शब्दस्य अन्ते अपि हल् अस्ति, परन्तु तस्य इदानीं पच् इति शब्दः उपदेशे नास्ति खलु, तदर्थमत्र अस्ति उपदेशे अन्त्यं हल् इत्. उपदेशे अवस्थायां डुपचष् इत्येव उपदेश औपदेशिकधातुः इति वदामः, औपदेशिकः. उपदेशे यः अस्ति सः औपदेशिकः. इदानीं डुपचष् इत्यस्मिन् षकारः एव अन्ते अस्ति, न तु चकारः खलु. षकारः गच्छति, अनन्तरम् अनुनासिक अच् अस्ति, तदपि गच्छति, पुनः वक्तुं शक्नुमः खलु. तत्र उपदेशे नास्ति खलु, भवती उपदेशात् उपदेश अवस्थायां स्वीकृत्य किमपि कृतवती, तस्य प्रासेस्ड् अस्ति इदानीम्. आम्, रा अत्र उपदेशे इत्युक्ते रा इति अर्थः, उपदेशे आम्, तत्र उपदेशे अन्ते हल् वर्णः एव इत्. अन्ते उपदेशे अन्ते वर्णः कः? ओ अस्तु, तदर्थम् हल् अन्त्यम् इति उक्तं, हल् अन्त्यम्, अन्त्यं हल् इत् कदा? उपदेशे एव, तु पच् इति धातुः उपदेशे नास्ति. धातुपाठे पच् इति पश्यामश्चेत् पच् इति धातुः न भवति एव. अवगतम् आन् भगिनि? हल् अवगच्छति. अन्त्यहल् इति अन्त्यहल् कः डुपचष् इत्यस्मिन्? षकारः, सः इत् इत्येव वदति, एवमेव वदति, डुपचष् इत्यस्मिन् अन्त्यहल् इत्, एवमेव एतत् सूत्रम् अन्त्य हलन्त्यम् इति, अन्त्यं हल्. परन्तु उपदेशे इति अनुवृत्तिः, अनुवृत्तिः इति जानीमः खलु, अनुवृत्तिः इत्युक्ते इदानीम् उपदेशे अजनुनासिके इत् इति सूत्रस्य सङ्ख्या पश्यन्तु, प्रथमाध्याये तृतीयपादे द्वितीयं सूत्रं तत्र एकं त्रीणि द्वे इति संख्या अस्ति 1.3.2 अस्ति खलु तत्र उपदेशे अनुजानुनासिके इत् तदनन्तरं ब्राकेट्स् मध्ये इदानीं हलन्त्यम् इति किम् अस्ति साक्षात् अनन्तरं सूत्रं 1.3.3 1.3.2 उपदेशे अजनुनासिके इत् 1.3.3 इति हलन्त्यं कृपया भवन्तः सर्वे सूत्रपाठं क्रीणन्तु तत् पुस्तकं क्रीणन्तु कृपया तत्र अस्ति सर्वम् इदानीं तत्र पश्यामश्चेत् साक्षात् अनन्तरं भवति कृपया सूत्रपाठपुस्तकं क्रीणन्तु तत्र उपदेशे अजनुनासिके इत् इत्यस्तात् साक्षात् अनन्तरं सूत्रं हलन्त्यम् इति सूत्रम् तत्र उपदेशे इति पूर्वसूत्रात् आगच्छति उपदेशे अपि च इत् इति अस्ति खलु किमपि पदं तदपि आगच्छति इदानीम् उपदेशे अन्त्यम् अल् इत् इति पठनीयं सूत्रम् अवगतम् तत्र उपदेशे अन्त्यहल् इत् इति अत्र बोध्यमस्ति महोदय पुनः वदतु when we read something in from the previous sutram what is it called anuvrittihi anuvrittihi iti anuvrittihi iti purvam padatavanta kalu ramah gacchati अहम् आपणं गच्छामि इति रामः वदति लक्ष्मणः वदति अहमपि इति अनुवृत्तिः इत्युक्ते पूर्वसूत्रतः आगच्छति कानिचन पदानि आगच्छन्ति वयं पूर्वं पठितवन्तः अधिकारसूत्रम् इति अधिकारः अनुवृत्तिः इति पूर्वं तत्र अस्ति पाणिनीसूत्रं कथं पठनीयम् इति द्वितीयकरपत्रं कृपया एकवारं पठतु भगिनि आन् भगिनि हेण्ड् औट् टु कुत्र अस्ति पाणिनीसूत्रं पाणिनीयं सूत्रं कथं पठनीयम् इति हेण्ड् औट् अस्ति खलु कुत्र कुत्र मम समीपे नास्ति अस्तु इदानीं तत्र पाणिनीयं सूत्रं कथं पठनीयम् इति अस्ति खलु तत्र अस्ति सर्वं ईमेल् मध्ये अस्ति ईमेल् मध्ये अस्ति अद्यतन ईमेल् मध्ये नास्ति पूर्वतन ईमेल् मध्ये अस्ति लेसन् टु इदानीं वयं लेसन् त्री पठामः खलु लेसन् टु पेज् नम्बर् सिक्स् महोदय अस्तु इदानीं पूर्वं पठ अनुवृत्तिः इति तत्र अस्ति अस्तु हलन्त्यम् इति अग्रे पठतु भगिनि विभक्तौ उष्माः विभक्त्याः सवर्गीयवर्णः सकारः मकारः च इत्संज्ञकाः न भवन्ति विभक्तश्च इत्यनेन सुप्रत्यायाः तिङ्प्रत्ययाः च सर्वे विभक्तिसंज्ञकाः इदं सूत्रं हल्यन्तम् इत्यस्य अपवादः तुश्च स च मश्च तेषाम् इतरेतरद्वन्द्वः उष्माः न अव्ययपदं विभक्तौ न अव्ययपदं विभक्तौ सप्तम्यन्तं सुष्माः प्रथमान्तं त्रिपदम् इदं सूत्रम् अनुवृत्तिसहितसूत्रम् उपदेशे विभक्तौ अन्त्याः हलः सुष्माः न इतः इदानीम् अत्र सूत्रे विभक्त्यां सवर्गीय सकार मकार इत्संज्ञा न भवति इति अर्थम् हल्यन्तं सूत्रम् इति अपवादः अर्थः किञ्चित् क्लेशः भवति विभक्तस्य इत्यनेन सुप्रत्ययः तिङ् प्रत्ययः सर्वे अपि विभक्ति सुप्रत्ययः विभक्तिः अस्ति, तिङ् प्रत्ययः विभक्ति नास्ति महोदय. न परन्तु पाणिनि लोके अत्र पाणिनि सु अष्टाध्याय्यां तिङ् प्रत्ययः अपि विभक्तिः इति उच्यते. तस्य नूतनं नाम अत्र किम् अत्र यदि वयं किमपि शास्त्रं पठामः किमपि पठामः तत्र टेक्निकल् टर्म्स् इति भवति खलु. इदानीम् अन्यत्र न भवति. इदानीं चिन्तयतु वयं भगवद्गीतां पठामः तत्र गुणः इति अस्ति. गुणः इत्युक्ते तत्र सत्त्वरजस्तमस् इत्येव तत्र गुणः. परन्तु व्याकरणे गुणः इत्युक्ते गुणवर्णः इति भवति खलु. तदा यदि शास्त्रे एव तस्य टेक्निकल् टर्म् अस्ति. इदानीम् अन्य लोके गच्छामश्चेत् तत्र टेक्निकल् टर्म् तस्य अर्थः भिन्नः भवति खलु. तथा विभक्तिः इति इत्युक्ते प्रत्ययानां नाम तिङ् प्रत्ययाः. तिङ् इत्युक्ते क्रियापदस्य तिङ् अपि च सुप्रत्ययानां नूतनं नाम अस्ति. तस्य संज्ञा अस्ति विभक्तिः इति. न अव्ययपदम् अस्ति. विभक्तौ सप्तम्यन्तं पुष्पाः प्रथमान्तं त्रिपदम् इदं सूत्रम् इदानीम् एव अस्माकं सूत्रे अपि अनुवृत्तिसहितसूत्रमेव उपदेशे उपदेशे एव अनुवृत्ति अन्त्याहल् इति एव अनुवृत्ति अस्ति. वदामि भवती अहं वदामि वा वंशी भगिनी महोदय. अस्तु अत्र प्रथमं वयं किञ्चित् उदाहरणमेकं स्वीकुर्मः. अत्र रामम् इति पदमस्ति. रामम् इति द्वितीया एकवचनपदं खलु. रामशब्दस्य द्वितीया एकवचनं रामम् इति. तत्र राम इति प्रातिपदिकमस्ति. प्रत्ययः अस्ति अम् इति. अम् इति प्रत्ययः. तत्र किमपि सूत्रम् आगत्य रामम् इति पदं निर्माणं भवति. चिन्ता नास्ति इदानीं. परन्तु अम् इति प्रत्ययः अस्ति. तस्य विभक्तिः इति संज्ञा. तस्य नाम नूतनं नाम अस्ति विभक्तिः इति. अम् इति विभक्तिः इति अस्ति. तस्य नाम विभक्तिः. प्रत्ययः अस्ति, तस्य नाम विभक्तिः. इदानीं तदपि उपदेशे अस्ति. उपदेशे के सन्ति? धातुः अस्ति, प्रत्ययः अस्ति, आदेशः अस्ति, आगमः अस्ति. इदानीं धातुः अम् इति धातुः नास्ति, परन्तु प्रत्ययः अस्ति. इदानीं पाणिनिः किम् उक्तवान्? हलन्त्यम् इति. अन्त्यहल् प्रत्यये अन्त्यहल् इत् संज्ञा भवति तस्य इति उक्तवान्. परन्तु अम् इत्यस्य अन्तिममकारः अस्ति. तद् गच्छति इति उक्तवान्. तद् हलन्त्यम् इति तत्सूत्रेण हलन्त्यम् इति सूत्रेण किम् उक्तवान्? अन्त्यहल् इत् भवति. इदानीं किम् अस्माभिः अवगतं? मकारः इत् अस्ति इति. परन्तु इदानीं न विभक्तौ तुस्माः इति सूत्रेण किं वदति? न मकारः इत्वरः नास्ति इति वदति. कथं वदति? न इति. प्रथमं न इति वदति. न इत्युक्ते निषेधः. हलन्त्यम् इत्यस्य निषेधः भवति. न तत्र न. कदा न? विभक्तौ इति. तत्रापि विभक्तौ इति विषयसप्तमी अस्ति. विभक्तौ इत्युक्ते प्रत्यये अथवा धातौ प्रत्यये तुस्माः. तत्र तु इति तवर्गीयव्यञ्जनाः. तु इत्युक्ते किं? त त ध ध न इति पञ्चवर्णाः. अपि च सकारः अपि च मकारः. तवर्गीयव्यञ्जनानि सकारः मकारः विभक्तौ इत्युक्ते प्रत्ययेषु अथवा सुप् अथवा तिङ् प्रत्ययेषु सन्ति चेत् तस्य हलन्त्यम् इति सूत्रं न कार्यं करोति इति अर्थः. ओ अस्तु, विभक्त अस्ति चेत् सुबन्तं तिनन्तं द्वयमपि वा? आमां, विभक्ति इत्युक्ते पाणिनि व्याकरणलोके सुब् प्रत्ययाः तिङ् प्रत्ययाः विभक्तिः इति उच्यते. ओ सूत्रमुक्तवान् विभक्तिश्च सूत्रम् अग्रिमे अग्रे पठामः वयं, परन्तु विभक्तिः इत्युक्ते तिङ् प्रत्ययः सुप् प्रत्ययः. तत्र सुप् प्रत्ययेषु अम् इति प्रत्ययः एकः अस्ति, तत्र मकारः इत्संज्ञा नास्ति इति वदति सूत्रं, न विभक्तौ तुस्माः. अस्तु, इदानीं अन्यम् उदाहरणमेकं स्वीकुर्मः. मरुत् इति शब्दं स्वीकुर्मः, तत् किञ्चित् सुलभं भवति. मरुत् इति प्रत्ययः प्रातिपदिकमस्ति. प्रथम बहुवचने अस् इति प्रत्ययः, जस् इति प्रत्ययः, तत्र अस् इति एव अवशिष्यते. अग्रे पठामः वयं किमर्थं जस् जकारः गच्छति इति. अस् इति अस्ति, तत्र अन्ते सकारः विभक्तिसंज्ञा अस्ति तस्य, तदपि प्रत्ययः अस्ति. अन्ते सकारः हलन्त्यम् इत्यनेन न गच्छति, तिष्ठति. किमर्थं न विभक्तौ तुस्माः इत्यनेन. तर्हि मरुतस् अपि च मरुतः इति भवति. अवगतं वा? मूलशब्दः अस्ति मरुत् खलु, मरुत्. तदनन्तरम् अस् इति कश्चन प्रत्ययः अस्ति, तत्र सकारः हलन्त्यम् इति गणेन सकारः हल् वर्णः अस्ति. प्रथमविभक्ति एकवचनं खलु, बहुवचनं शब्द बहुवचनं. अस्तु, तत्र सकारः अन्त्यहल् अस्ति, परन्तु अन्त्यहल् सकारः अत्र इत्संज्ञा वयं किम् इच्छामः, इत्संज्ञा नास्ति इति, तदर्थं न विभक्तौ तुस्माः इति. हलन्त्यम् इत्यस्य अपवादः इति वदति. अपवादः इत्युक्ते किमपि कार्यं वदति तत् कार्यं न भवतु इति अर्थः, एक्सेप्शन् इति अर्थः. अपवादः इत्युक्ते एक्सेप्शन् इति अर्थः. अवगतम्? आन् भगिनी अवगतवती? So what are the exception in अस्तु हलन्त्यम् इति रामम् इति स्वीकरोतु. रामम् इति पदे अम् इति प्रत्ययः अस्ति. प्रत्ययः इत्युक्ते सफिक्स् इति अर्थः. अम् इति प्रत्यये मकारः अन्त्यहल् अस्ति खलु, अन्त्यहलन्त्यम् इत्यनेन न गच्छति एव अन्त्यहल्. परन्तु रामम् इति वयं रामम् इति अन्त्यमकारः अपि वयं तत्र भवतु इति एव यदि अन्त्यहल् गच्छति तत्र राम एव तिष्ठति खलु, रामम् इति मकारः न तिष्ठति. तर्हि तत् विभक्तौ तुस्माः इत्यनेन सः निषेधं करोति. न अपवादः, एक्सेप्शन् अस्ति. कस्य एक्सेप्शन्स् अस्ति? सकारस्य, मकारस्य, अपि च तवर्गस्य. विभक्तौ, परन्तु सर्वदा एक्सेप्शन् नास्ति, विभक्तौ एव. तत्र विभक्तिप्रत्ययः अस्ति चेत् मरुत् इत्यस्मिन् प्रातिपदिकम् अस्ति तत्र, तत्र हलन्त्यम् इत्यनेन न गच्छति एव खलु. तत्र मरुत् इति मरुत् योगः अस् इति अस्ति प्रथम बहुवचने. तत्र अस् इत्यस्मिन् सकारः हलन्त्यम् अन्त्यहल् अस्ति, परन्तु तदपि न गच्छतु इत्येव अस्माकम् आशयः खलु. सकारः तिष्ठति एव. न विभक्तौ तुस्माः, तु सकारः अस्ति, तुस्माः तवर्गः सकारः मकारः, सकारः न गच्छति. एकः प्रश्नः अस्ति, रामं स्वीकर्तुं स्वीकुर्मः. भवान् वदति अम् न गच्छति, मकारः न गच्छति, मकारः न गच्छति, किन्तु प्रातिपदिकं राम एव खलु. सो लौकिकप्रयोगे राम एव द्वितीयाविभक्तिरूपं किम्? ओ अस्तु, सो द्वितीयरूपं रूपं किं? रामं. रामं तत्र अन्ते मकारः अस्ति, परन्तु अम् इति प्रत्यये मकारः अन्त्यहल् अस्ति खलु. द्वितीया विभक्तौ एकवचन द्वितीयविभक्तौ अम् मकार तिष्ठति. तिष्ठति किमर्थम्? इत्यनेन. आम् अस्तु अस्तु अस्तु. सो मूलरूप नास्ति, किन्तु मूलरूप राम एव, किन्तु द्वितीया विभक्तौ तिष्ठति. तत्र विभक्तौ इत्युक्ते तत्र प्रत्यये एव तिष्ठति इति अर्थः. राम इति न चिन्तयन्तु, विभक्ति नौ विभक्तौ इति, विभक्ति इत्युक्ते किं? प्रत्ययः. प्रत्यये चिन्तयतु, प्रत्ययस्य वर्णः अम् इति अस्ति, तस्य वर्णद्वयमस्ति, अकारः मकारः अस्ति. मकारः अन्त्यहल् अस्ति. पूर्वम् उक्तवान् हलन्त्यम् इति, यद् आदेशे अथवा प्रत्यये अथवा धातौ अन्त्यहल् अस्ति चेत् इत्संज्ञा अस्ति इति. अम् इति अन्त्यहल् अन्त्यमकारः अस्ति, अल् वर्णः. इदानीं हलन्त्यम् इत्यनेन मकारः गच्छति चेत् अनिष्टं रूपं भवति खलु, रूपं न साधयामः. रामम् इति रूपं कथम् आगच्छति? तदर्थं न विभक्तौ तुस्माः इति नूतनं सूत्रं स्थापितवान् पाणिनिः. अस्तु, अवगतं वा वंशी भगिनि? अग्रे पठतु तर्हि. आदिर्नि टुडवः, आदिर्नि टुडवः, आदिर्नि टुडवः. उपदेशस्य आदौ नि इति ऋषु एकः वर्णसमूहः अस्ति चेत् तस्य इत्संज्ञा भवति. नि इति वक्तुं शक्नोति महोदय? एते निबन्धाः धातुषु एव भवन्ति, अतः इदं सूत्रं वस्तुतः धातूनां कृते. निः च टुः च टुः च तेषाम् इतरेतरद्वन्द्वः निडुडु बहुवचने निरुडवः गुरुशब्दः इव. आदिः प्रथमान्तं, निरुडवः प्रथमान्तं, द्विपदम् इदं सूत्रम्. आदिः इति च बहुत्वे एकवचनम्. अनुवृत्तिसहितसूत्रम्. उपदेशे धातो आदयः निरुडवः इतः. अस्तु, अहं वदामि तत्र अत्रापि उपदेशे आदौ नि इति अस्ति चेत् अथवा टु इति अस्ति चेत् अथवा डु अस्ति चेत् ते इत्संज्ञा भवन्ति. इदानीं डुपचष् इति स्वीकुर्मः, डुपचष् इति. तत्र डुपचष् इत्यस्मिन् आदौ किम् अस्ति? डु इति अस्ति खलु, तस्य इत्संज्ञा भवति इति एतत् सूत्रं वदति. आदिर् आदिः नि टु डवः इति, तत्र डु आदिर्नि टुडवः इति अस्ति, परन्तु तत्र गुरवः इति एतादृशप्रयोगः अस्ति. तदर्थम् आदिर्नि टु डु टु डु इति, नि टु डु इति त्रयः सन्ति चेत् इत्संज्ञा भवति. तत्र डु इति अस्ति डुपचष् मध्ये, अस्ति चेत् डवर्गः खलु, तदर्थम् अत्र तथा नास्ति, परन्तु अत्र डु इति साक्षात् डु, न तु डु डवर्णः. इदानीं टवर्णः इति चेत् टु इति वदति प्रथम, डु टवर्गे अस्ति. आम्, न न टु इति अत्र टु अपि अस्ति अत्र टु इति परन्तु टु इत्युक्ते टट डडण इति नास्ति साक्षात् टु टु इति वर्णद्वयम् ओ अस्तु अत्र डु इति अस्ति डुपचष् मध्ये डु इति अस्ति खलु डुक्रिङ् मध्ये मध्ये अपि मध्ये अपि अस्ति तत्र डुक्रिङ् इति तत्र किमस्ति अन्ते ञकारः अस्ति तद् वर्णः हल् वर्णः तद् तद् इत्संज्ञा भवति डु इति अस्ति तदपि इत्संज्ञकवर्णः इत्संज्ञकः तदर्थम् अवशिष्यते कृ इति एव धातुः खलु तथा एव डुपचष् इति इत्यस्मिन् डु इति प्रथमं गच्छति कदा कथम् आदिन्यटुडवः इत्यनेन अन्ते शकारः अस्ति तदपि गच्छति हलन्त्यम् इत्यनेन अवगतम् इत्युक्ते आदौ तत्र आदिन्यटुडवः आदौ भवितव्यम् आदौ आदि नि टु ड डु इति वर्णाः सन्ति चेत् इत्संज्ञा भवति कथम् उपदेशे अत्रापि अनुवृत्तिः आगच्छति उपदेशे धातोः इति आगच्छति अपि च इतः इति आगच्छति इत्युक्ते उपदेशे धातौ एव धातौ धातु धातूनां कृते धातूनां मध्ये आदिः आदौ नि टु डु सन्ति चेत् इत्वर्णः इति बोध्यम् इति ज्ञातव्यम् नि इत्युक्ते एव खलु नि इति नि एतत् वर्णः नि इति आदिः आदौ नि अस्ति चेत् अथवा टु अस्ति चेत् अथवा डु अस्ति चेत् अस्तु वर्णद्वयं प्लस् आम् आं सत्यम् अस्तु अस्तु अवगतवन्तः आन् भगिनी अवगतवती एतत् विषयम् एषः किञ्चित् अवगच्छामि हा किञ्चित् तर्हि प्रश्नं पृच्छतु किम् अवगतवती किं न अवगतवती इति स्थितः धातौ धातूनाम् आदौ इति डुपचष् इति स्वीकरोतु धातूनाम् आदौ आदौ इत्युक्ते आदौ इत्युक्ते किं प्रथमवर्णः आदौ इत्युक्ते बिगिनिङ्ग् इति अर्थः इन् द बिगिनिङ्ग् ओर् इन् ओन्लि फस्ट् लेटर् बिगिनिङ्ग् फस्ट् लेटर् मीन्स् बिगिनिङ्ग् खलु फस्ट् लेटर् फस्ट् टु लेटर्स् नी इति टु अथवा डु इति धातुपाठे डुपचष् इति अस्ति तत्र डु इति अस्ति तत्र डु इति आदिन्यटुडवः इत्यनेन इत्संज्ञा इति जानीमः डुपच अस्तु अग्रे किञ्चित् मलर् भगिनी भवती पठतु एकः प्रश्नः अस्ति महोदय अत्र आदि डिडु डवः इति उक्तम् अत्र उपदेशे डि डु अत्र अत्र अत्र डवः इति अस्ति इदानीं गुरुशब्दस्य गुरुशब्दस्य प्रथम बहुवचनं किं गुरवः खलु तथा एव नी टु ड नी टु डु इति वर्ण त्रय वस्तुत्रयमस्ति तदर्थं बहुवचनम् उपयोगं करोति नी टु डवः इति अस्ति तत्र अत्र नी टु डु इति वस्तुत्रयमस्ति तदर्थं नी टु डवः इति बहुवचने प्रथम बहुवचने उपयोगम् त्रीणि सूत्राणि उपदेशावस्थायां प्रत्ययेषु एव प्रत्ययेषु एव त्रीणि सूत्राणि भवति एतत् शः प्रत्ययस्य प्रत्ययस्य आदौ शकारः अस्ति चेत् तस्य इत् संज्ञा भवति सः प्रथमान्तं प्रत्ययस्य षट्यन्तं द्विपदम् इदं सूत्रम् अनुवृत्तिसहितसूत्रम् उपदेशे प्रत्ययस्य आदिः शः इत् अत्र प्रथमे प्रत्ययस्य आदौ शकारः आगच्छति चेत् इत् संज्ञा भवति इत्युक्तं तावदेव खलु आम् तावदेव प्रत्ययः इदानीं किमपि प्रत्ययः अस्ति चेत् तत्र शकारः आदौ अस्ति चेत् तद् इत्संज्ञा इत्संज्ञा भवति इदानीम् उदाहरणं मास्तु अत्र वयम् अग्रे न पठामः एषः प्रत्ययः तु किञ्चित् अग्रे आगच्छति इदानीं चिन्ता नास्ति इत्यस्य अग्रे पठतु महोदय चुटु इति पठतु चुटु प्रत्ययस्य आदौ च वर्गी वर्गीयः च च ज ज न अथवा ट वर्गीयः ट ट ड ड ड वर्णः भवति चेत् तस्य वर्णस्य इत्संज्ञा भवति शुच्च डुच्च तयोः इतरेतरे द्वन्द्वः चुटु द्विवचने गुरुशब्द इव चुटु प्रथमान्तम् एकपदमिदं सूत्रं वचनविपरीणां क्रियते अनुवृत्तिसहितं सहितसूत्रम् उपदेशे प्रत्ययस्य आदि शुटु इतौ अत्रापि किञ्चित् प्रत्ययस्य आदौ च वर्णः अस्ति चेत् अथवा ट वर्णः अस्ति चेत् सः इत्संज्ञा भवति इदानीं चिन्तयतु सु औ जस् इति प्रथम एकवचनप्रत्ययः इदानीं सुबन्तप्रकरणे सु औ जस् इति अस्ति जस् इति प्रत्ययः अस्ति कश्चन प्रत्ययः तत्र जस् इति जकारः आदिवर्णः अस्ति खलु च वर्णः अस्ति तदर्थं तद् इत् संज्ञा भवति जकारः गच्छति इदानीम् अस् एव अवशिष्यते क्षम्यतां महोदय न श्रुतवती पुनः वदतु जस् इति कश्चन प्रत्ययः अस्ति जस् इति कश्चन प्रत्ययः अस्ति तत्र तत्र जकारः इत् वर्णः खलु च वर्गीयव्यञ्जनः ओ अस्तु आदौ आदौ भवितव्यं जस् विभक्त्यौ अस्ति वा प्रथमा सुबन्तेषु प्रथमा बहुवचनं प्रत्ययः अस्तु आन् भगिनि किमपि प्रश्नः आसीत् फार् एक्साम्पल् सुबन्तेषु बहुवचनं रमाः परन्तु तत् रूपम् अन्तिमं रूपं परन्तु रामाः इत्यस्मिन् प्रत्ययः अस्ति प्रत्ययः इत्युक्ते किम् अहम् उक्तवान् सफिक्स् इति तत्र जस् इति कश्चन सफि प्रत्ययः अस्ति जस् इत्यस्मिन् चुटु इत्यनेन गच्छति रामशब्दे नास्ति कस्मिन्नपि शब्दे न इदानीं मरुत् इति स्वीकरोतु मरुत् योगः अस् जस् इति मरुत् शब्दस्य प्रथमा बहुवचनं किं मरुतः मरुतः कथम् आगच्छति मरुतः इति मरुत् योगः जस् इत्यस्मिन् कथम् आगच्छति मरुत् योगः जस् ओके जा गच्छति इदानीं किम् अस्ति सा गच्छति कथं गच्छति ता कथं गच्छति ता मरुत् इति प्रातिपदिकमस्ति तद् उपदेशे नास्ति खलु प्रातिपदिकं धातुः नास्ति प्रत्ययः नास्ति आदेशः नास्ति तदर्थं तकारः न गच्छति सकारः कुत्र गच्छति तत्र सकारः गच्छति वा न सकारः न गच्छति कथं किमर्थं तुस्माः न विभक्तौ तुस्माः इत्यनेन सकारः न गच्छति मरुत् युगः जास् अस्तु गणवि मरुतः कथं कथं कुत्र सकारः कुत्र गच्छति न सकारः न गच्छति मरुत् योगः जस् सः मरुत् मरुतः कथम् आगच्छति मरुतस् इति रूपम् अन्तिमं रूपं मरुतस् इति चिन्तयतु सकारः विसर्गः भवति चिन्ता नास्ति परन्तु मरुतस् मरुत् योगः जस् तः मरुतस् इति रूपं कथम् आगच्छति जकारः गच्छति कथं किमर्थं गच्छति सूत्रं सूत्रं वदतु सूत्रं चुटु इति चुटु इत्यनेन जकारः गच्छति इदानीम् अस् एव अवशिष्यते मरुत् योगः अस् मरुतस् इति भवति श अपि गच्छति वा श अपि गच्छति अग्रे पठामः लशक् क्वतद्विते इति अस्ति खलु ओ अस्तु अग्रे भगिनी भवत्याः गीताप्रवेशः पुस्तकः अस्ति वा अस्ति सो तत्र पश्यतु पृष्ठसङ्ख्या दश सो तत्र तु सुवन्ताः सन्ति तत्र पश्यति चेत् यु केन् अण्डर्स्टाण्ड् वाट् स्टेज़् वाट् गोस् गीतप्रवेश सन्धि सन्धि पर् सन्धि भग पृष्ठसङ्ख्या दश न भवती प्रथमभागः वा द्वितीयभागः वा इति वदतु महोदय ओ गीतप्रवेशः प्रथमभागः द्वितीयभागः तु भगवद्गीता अस्ति अस्तु अस्तु सन्धि सन्धि अस्तु अस्तु तत्र पश्यति चेत् जस् अस्ति प्रथमाविभक्ति बहुवचनं प्रत्यय इदानीं चुटु एवं अग्रे अपि पठतु भगिनि भगिनि अहं वदामि लशक्व तद्धिते लशक्व तद्धिते प्रत्ययस्य आदौ लकारः शकारः कवर्गीयः इक् इक् इग् इग् इङ् च वर्णः अस्ति चेत् तस्य इत् संज्ञा भवति किन्तु तद्धीतप्रत्यये न लक्ष शश कुश च तेषां समाहारद्वन्तवः लश कु न तद्धितम् अदत्तितं न तत्पुरुषः तस्मिन् अदत्तितौ ते लशकु प्रथमान्तम् अतद्धिते सप्तमान्तं द्विपदमिदं सूत्रम् अनुवृत्तिसहितसूत्रम् उपदेशे प्रत्ययस्य आदि लशकु इत् अतद्धिते अत्र प्रत्ययस्य आदौ इति लकारः शकारः सावर्गः आगच्छति चेत् तत्र इत्संज्ञा भवति किन्तु तद्धितप्रत्यये न भवति उत्तमं तर्हि आदौ प्रत्यय इदानीं पूर्वं किं पठितवन्तः वयं चुटु इत्यनेन प्रत्ययस्य आदौ इत्युक्ते प्रत्ययस्य आदि आदौ चवर्णः अस्ति चेत् अथवा टवर्णः अस्ति चेत् इत्संज्ञा भवति इदानीं किञ्चित् अग्रे एक्स्टेन्शन् इत्यस्य ल वर्णः अस्ति चेत् ल इति अस्ति चेत् श अस्ति चेत् अथवा कवर्गः सन्ति चेत् कवर्गः सन्ति चेत् किं भवति इत्संज्ञा भवति परन्तु तद्धितान्ते नास्ति तद्धितप्रत्ययः इति कश्चन केचन प्रत्ययाः सन्ति तेषाम् एतत् सूत्रं न विधीयते इत्युक्ते अप्लिकबल् नास्ति इति एक्सेप्शन् तद्धितप्रत्ययेषु तथा नास्ति, परन्तु अन्येषु प्रत्ययेषु लकारः शकारः कवर्गीयाः इत्संज्ञा भवन्ति इति अर्थः. इदानीं सुमन् भगिनी पृष्टवती श कथं गच्छति इति, अत्र लषक् क्वतदिते इत्यनेन गच्छति. इदानीं द्वितीया बहुवचनप्रत्ययः अस्ति शस् अस्ति, तत्र शकारः गच्छति लषक् क्वतदिते इत्यनेन. इदानीं अत्र अस्तु इत्यनेन गच्छति. इदानीम् अवगतम्. अत्र प्रत्ययेषु चकार च वर्णः ट वर् वर्गाः, ट वर्गः च वर्गः गच्छन्ति, ल श कु क वर्णः अपि गच्छन्ति, परन्तु ल श क तद्धितप्रत्यये न गच्छन्ति इत्येव. तद्धितप्रत्ययः कृते तद्धितान्तः इति किं कश्चन प्रयोगाः सन्ति. इदानीं दशरथः अस्ति दाशरथिः, दाशरथिः इति रामः खलु, रामः तद्धित् दशरथः इत्यस्य तद्धितान्तं तद्धितप्रयोगः अस्ति. इदानीं तथा इदानीं पार्थः अस्ति पृथस्य पृताः अपत्यं पुमान् इति, पृतायः पुत्रः सः पार्थः इति, भरतः भारतः तथा सर्वं तद्धितान्तः. इदानीं वसुदेवपुत्रः वासुदेवः तथा सर्वं तद्धितान्तः. भरतः भारतः इदानीम् उपदेशः जानकी तथा सर्वं ते सर्वे तद्धिताः. इदानीं ते तेषां प्रत्ययः उपयुज्य किमपि रूपं निर्माणं कुर्वन्ति. तत्र प्रत्ययेषु तद्धितः लषक्वति लषकु न गच्छन्ति एव. तत्सर्वम् अत्र आदौ एव स्मरणीयम्. आदौ लषक्वतदिते सर्वम् आदौ प्रत्ययस्य आदौ भवेत्, अन्ते भवति चेत् सर्वदा गच्छति हलन्त्यम् इत्यनेन. महोदय अत्र तु जस् शस् वर्णत्रयम् अस्ति खलु, शकार अकार सकार, जकार अकार सकार, अकार अपि गच्छति इत्युक्ते अनुनासिकवर्णः वा? तत्र अनुनासिकवर्णः नास्ति, तदर्थं न गच्छति, परन्तु गच्छति चेत् अनुनासिकवर्णः. आम्, परन्तु अत्र अनुनासिकवर्णः नास्ति, अस् अकारः. किमर्थं गच्छति खलु? न, अस् न गच्छ, अकारः न गच्छति खलु. मरुतः अकारः तिष्ठति, तिष्ठति अकार तिष्ठति, सकार अपि तिष्ठति, किन्तु सकार विसर्ग इव दृश्यते. आमाम् अस्तु. इदानीम् अवगतं. त्रीणि सूत्राणि प्रत्ययेषु प्रत्ययाणां कृते, ष प्रत्ययस्य चुटु लषक्व तद्धिते. एते सर्वे सङ्ख्यां पश्यन्तु. इदानीं 136 137 138 एते सर्वे अत्र साक्षात् उत्तरं सूत्रम् अस्ति. तदर्थमेव अनुवृत्तिः आगच्छति, उपदेशे उपदेशे उपदेशे इति सर्वत्र. आदौ आदिः इति आदिर्निटुडवः इत्यस्मात् आदिः आगच्छति सर्वदा, आदिः आदिः आदिः इति. अपि च उपदेशे अजनुनासिक इत् प्रथम द्वितीयं सूत्रं, ततः इत् इत् इत् इति सर्वम् आगच्छति अनुवृत्तिः. समाहारः द्वन्द्वः इत्युक्ते एकविधद्वन्द्वसमासः, समासविषये तत्र सर्वम्. इदं चिन्ता मास्तु, लः च शः च कुः च लषकु इति भवति समाहारद्वन्द्वे. वचनविपरिणामम् इत्युक्ते अस्तु अत्र अत्र वचनविपरिणामम् इत्युक्ते चु टु इति अस्ति खलु अत्र चु ट टु च चुटु इति दीर्घमस्ति प्रथमा द्विवचनमस्ति तत्र कुत्र अस्ति महोदय गुरुशब्दस्य चुटु इति च वर्ग चु टु इति अस्ति परन्तु चुटु इति अस्ति पवर्ग कु अस्ति पवर्ग पु अस्ति किन्तु ट टु अस्ति आम् न तथा न तथा तथा टवर्ग टु एव अस्ति परन्तु द्विवचनमस्ति च ओ टु टु अस्तु ओके गुरुशब्दस्य द्विवचनं प्रथमं द्विवचनं किं गुरु इति अस्ति खलु तथा जस्ट् लैक् डवः आम् अस्तु वंशीसुधाभगिनी भवती इत् लोपविधिः पठतु कृपया इत् लोपविधिः एकवारं यदा कस्यचित् वर्णस्य वर्णसमूहस्य च इत् संज्ञा भवति तदा तस्य लोपः इति सूत्रेण तस्य लोपो भवति तस्य लोपः इत् संज्ञकस्य वर्णस्य लोपो भवति तस्य षष्ट्यन्तं लोपः प्रथमान्तं द्विपदम् इदं सूत्रम् उपदेशो उपदेशे जनुनासिक इत्यस्यात् इत् इत्यस्य अनुवृत्ति षष्ठ्यर्थे अनुवृत्तिसहितसूत्रं तस्य इतः लोपः इदानीं किं वदति इदानीं पूर्वं किम् उक्तवान् एव एतद् इत् भवति एषः वर्णः इत् एषः इत् सर्वं इत् के इत् इति उक्तवान् पूर्वम् इदानीं तस्य लोपः करणीयः खलु प्रथमम् इत्वर्णः के इति उक्तवान् के इत्वर्णः हलन्त्यम् इत्वर्णः उपदेशे अजनुनासिकः अपि च विभक्तौ सन्ति चेत् अन्त्यहल् इति नास्ति तु सकारः तवर्गः सकारः मकारः इति नास्ति अपि च आदिः टु डु नि इति सर्वे इत्वर्णाः अपि च वर्णाः इत्वर्णाः आदौ प्रत्ययेषु अपि च लषक्व तद्धिते जनाः सर्वे इत् एते इत् इति इदानीं तस्य इति वदति कस्य इत्वर्णस्य लोपः इति वदति लोपः इत्युक्ते अदर्शनं तस्य न दृश्यते इतः परं ते न दृश्यन्ते ते गतवन्तः इति अर्थः प्रथममेव मुद्रणं करोति सर्वे अपि प्रथमम् इत् वर्णः के इति प्रथमं स्पष्टतया वदति तदनन्तरं तस्य लोपः करोति तस्य लोपः अन्तिमसूत्र एव महोदय तस्य संख्या का 139 इति अस्ति खलु ते सर्वे प्रथम द्वितीयसूत्रात् द्वितीयसूत्रम् उपदेशे अधिनायक इति अस्ति ततः अष्टमसूत्रं पर्यन्तं दशक्व तद्धिते इति सर्वे इत्वर्णः के इति वदति तदनन्तरं नवमे सूत्रे किं वदति तस्य लोपः इति वदति 1.3.1 किम् अस्ति 1.3.1 इति भुवादो दातवः इति सूत्रम् अन्यं सूत्रमस्ति सूत्रं नास्ति प्रथमं सूत्रमेव 1.3.2 आमां परन्तु पाणिनिः कथं वदति अत्र अधिकारः तत्र इत्संज्ञाप्रकरणं 132 तः एव प्रारम्भं करोति 139 पर्यन्तम् अस्तु तस्य लोपः इति वदति अवगतम् आं भगिनि तस्य इति षष्टि खलु न षष्टि इति सप्तमी विषये सप्तमी नास्ति षष्टि इति तस्य लोपः तत्र निमित्तम् अस्ति षष्टिस्थाने योगः तस्य इत् इत्यस्य लोपः, कस्य लोपः इत्, तत्र स्थानि तत्र किम् इत् वर्णस्य लोपः भवति. आमामां, निमित्तम् इति नास्ति, स्थानी इति. निमित्तं तु पञ्चमी सप्तमी एव. तस्य इतः, इतः अस्ति षष्टि, षष्टि षष्टि इतः स्थाने लोपः. आं भगिनी अवगतवती. लोपः अपि आदेशः वा? हा, लोपः अपि आदेशः, परन्तु किमपि तत्र किञ्चित् अस्ति. लोपः इत्युक्ते किमपि चिन्तयतु, जीरो आगत्य तत्र तिष्ठति, तद् आदर्शनम् अस्ति. तद् किमपि तत्र, तदपि आदेशः एव, लोपः आदेशः एव, परन्तु लोपः इति किमपि जीरो नल् केरेक्टर् अस्ति तत्र, अत्र आगत्य तिष्ठति. आन् भगिनी अवगतवती वा? किञ्चित् वा? तस्य इत्युक्ते इत् संज्ञस्य इति, इत् संज्ञकवर्णस्य इति अर्थः. अस्तु अस्तु, किञ्चित् अत्र नूतनमस्ति अनुवृत्तिः इति, इदं समयः जातः. परन्तु अत्र किञ्चित् किमपि प्रश्न, कोऽपि प्रश्नः अस्ति चेत् कृपया पृच्छतु, अथवा अग्रे आगामिवर्गे पठामः. उत्तमम् अस्ति महोदय, बहु सम्यक् अस्ति. फैनलि फाल्स् इन् टु प्लेस्. कृपया पुस्तकं क्रीणन्तु, पुस्तके सर्वम् अत्र क्रमशः भवति, सूत्रं सङ्ख्या क्रमेण द्रष्टुं शक्नुवन्ति भवन्तः. कृपया पुस्तकं क्रीणन्तु, तर्हि सुलभं भवेत्. पुस्तकस्य लिङ्क् अस्ति खलु? धन्यवादः, इदानीं समापयामः. धन्यवादः, धन्यवादः, धन्यवादः महोदय.